नमः सर्वेभ्यः। भाषापाकः द्वितीयवर्गे सर्वेषां स्वागतम्। अद्यतननूतनविषयः अस्ति, इणिच् प्रत्ययविषये एव अस्ति, परन्तु लकारसम्बन्धी अस्ति। तर्हि 95-अधिकशततमपाठः आरभामहे। अस्तु, समीचीनं। तर्हि विनोद् महोदय आरम्भं करोतु। आम्, विषय अस्ति अनुप्रयुक्त तानाम कुर्वस्ती नाम शिष्य वदति श्रीमन् क्रू धातु खलु सकर्मकः सः अकर्मकः न खलु। शिष्य प्रश्न पृच्छति क्रू धातु सकर्मकः अस्ति अथवा नास्ति अथवा अकर्मक नास्ति। आचार्य उत्तरं ददाति, आम्, सकर्मकः एव, क्रू धातु सकर्मक अस्ति, तत्र उत्तरं ददाति। अस्तु, तर्हि कृधातुः किमर्थं वदति इत्युक्ते तस्य लिट् लकारस्य प्रयोगः अद्यतनविषयः अग्रे आगमिष्यति इति कृत्वा शिष्यस्य प्रश्नः अस्ति। कृधातुः सकर्मकः अस्ति, कथं जानीमः सकर्मकः वा अकर्मकः, सकर्मकः वा अकर्मकः, कथं जानीमः? प्रश्नं पृच्छति किम्, प्रश्नं किं कः इत्यादि। यदि यदि उत्तरमस्ति तर्हि सकर्मक, उत्तरं नास्ति अकर्मक् इति अस्ति। तर्हि कृधातुः रामः कार्यं करोति, रामः किं करोति इति प्रश्नं पृच्छामः चेत् रामः कार्यं करोति इति आगच्छति उत्तरं। तर्हि सकर्मकः एव इति कृत्वा आचार्यः वदति आमां सकर्मकः अस्ति। अस्तु, अग्रे कुशलमहोदय। शिष्य वदति एवमेव अस् धातुः खलु अकर्मकः। शिष्य पृच्छति अस् धातुः अकर्मकः अस्ति वा। आचार्य वदति आम्, सः अकर्मकः एव। एते तु लोकप्रसिद्धाः विषयाः, एतस्मिन् विषये भवतः सन्देहः किमर्थम् उत्पन्नः? लोकप्रसिद्धः अस्ति अर्धातु अकर्मक् एवं कुरुधातु सकर्मक्। तर्हि आचार्य पृच्छति कस्मिन् विषये सन्देहः किमर्थं? न ते धात्वा प्रसिद्धाः सकर्मक अकर्मक्। सो आचार्य विस्मय भवति, शिष्य कथं न जानाति, सन्देहः कथम् उत्पन्नम्? शिष्यस्य सन्देहः कदापि सरलसन्देहः नास्ति खलु, केवलम् आरम्भे पृच्छति सरलतया, परन्तु अग्रे प्रश्नः तु गम्भीरः एव आगमिष्यति इति कृत्वा आचार्यस्य उत्तरमस्ति कः सन्देहः कर्मकविषये। अस्तु, अग्रे सरामः। तर्हि देवकान्तमहोदय। आम्, आचार्य वदति अवगतं शिष्य क्षम्यतां शिष्यः न हि सन्देहः, मम तत्र निश्चयज्ञानम् अस्ति एव, किन्तु शिष्य वदति सः जानाति असद्धातुः अकर्मः धातुः एव अस्ति इति सः जानाति, परन्तु तस्य निश्चयज्ञानम् अस्ति एव इति अहं न जानामि किमर्थं तस्य अग्रे सन्देहः किम् अस्ति. आचार्य वदति, अस्तु पठतु. आचार्य वदति, अवगतं मया. प्रायः लिट्लकारे कुम्भस्थीनाम् अनुप्रयोगं मनसि निधाय प्रश्नं कर्तुम् इच्छति भवान्, एवं ननु? आचार्यः तस्य प्रश्नानां किञ्चित् वदति. प्रायः लिट्लकारे कुम्भस्थीनाम् अनुप्रयोगं मनसि निधाय प्रश्नं कर्तुम् इच्छति भवान्, तत्तु न समीचीनं महोदय. कुम्भस्थीनाम् अनुप्रयोगं करिष्यामः. आमां. तत् किम् अस्ति, धातुः अस्ति त्रयं, त्रयाणां कृ भू अस् इति नाम, अस्तु? आमामां, समीचीनं. कृ धातु, भू धातु, अस् धातु, अस् धातु. समीचीनं महोदय, अस्तु. सो धातुः तत्र सन्ति, कृ धातुः, भू धातुः, अस् धातुः. तेषाम् अनुप्रयोगम् अनुप्रयोगम् अनुप्रयोगं किं जानीमः वा? अनुप्रयोगः इत्युक्ते तत्र संज्ञा अस्ति. अनुप्रयोगः इत्युक्ते किम्? तत्र कृधातुः, भूधातुः, अस्धातुः, तेषाम् अनुप्रयोगं कथं भवति, तत् मनसि निधाय प्रश्नं कर्तुम् इच्छति भवान् इत्युक्ते कृधातुः, भूधातुः, अस्धातुः. अत्र किञ्चित् कार्यं भवति. तर्हि अनुप्रयोगः इत्युक्ते किम्? तत् पठामः. अनुप्रयोगः इत्युक्ते किं वदति तद्विषये अग्रे गत्वा. परन्तु आरम्भे लिट् लकारः किम् अस्ति सर्वे जानन्ति वा? लिट् लकारः प्राचीनभूतकालः. अर्थम् उदाहरणं रामायणमहाभारतग्रन्थे कोऽपि धातुः, कोऽपि प्रयोगः भवति. वर्तमानकाले तत् प्रयोगः नास्ति. अहम् उदाहरणं न जानामि, किन्तु जानामि प्राचीनकाले शास्त्रे अस्ति. अनद्यभूतकालमस्ति अनद्य, परन्तु वयम् इदानीं न पठामः. अस्तु अस्तु अस्तु अस्तु, चिन्ता चिन्ता मास्ति, चिन्ता मास्ति, चिन्ता मास्तु. अत्र तर्हि एकम् उदाहरणम् अहं जानामि. पठधातुः पपाठ प्रथमपुरुष एकवचन. अस्तु अस्तु अस्तु, करिष्यामः, शनैः शनैः, चिन्ता मास्तु. तर्हि आरम्भतः पश्यामः चेत् प्रत्येकलकारस्य सूत्रम् अष्टाध्यायीमध्ये अस्ति. तर्हि अष्टाध्यायीसूत्रमस्ति लिट्लकारे, तद्वदति परोक्षे लिट्. पुनः परोक्षे परोक्षे परोक्षे लिट् लिट् केवलं पदद्वयं परोक्षे लिट् लिट्. इत्युक्ते भूतकाले तु अस्ति एव निश्चयेन, परन्तु परोक्षे अस्ति इत्युक्ते अन्य कोऽपि कृतवान् वा कृतवती खलु, परन्तु साक्षात् चक्षुषा कोऽपि न दृष्टम्, साक्षात् चक्षुषा न दृष्टम् इति एतादृशकार्यम् अभवत् यथा ग्रन्थे यत् लिखितमस्ति, साक्षात् न दृष्टं केवलं लिखितमस्ति तत्र, एवं भूतकाले अभवत् इति चिन्ता अस्ति कृत्वा पाणिनिव्याकरणे लिखितमस्ति परोक्षे लिट् तृतीयाध्यायद्वितीयपादं पञ्चदशाधिकशततमसूत्रसङ्ख्या अस्ति परोक्षे लिट् इति। महोदय पुनः वदतु, तृतीयाध्यायः द्वितीयपादं पञ्चदशाधिकशततमसूत्रसङ्ख्या अस्ति। हलो, किमस्ति परोक्षे लिट् इत्युक्ते परोक्षे अनद्यतने भूते धातुः परः लिट् प्रत्ययः, तर्हि अनद्यतन इत्युक्ते अद्यतन नास्ति, परोक्षे इत्युक्ते परः एव, तर्हि अनद्यतने भूतकाले ये या क्रिया जाता एवं वक्ता यत् अस्ति न दृष्टा एव साक्षात् न दृष्टा, परन्तु वदति इदानीं तां दर्शयितुं लिट् लकारस्य प्रयोगः क्रियते, यथा उदाहरणत्वेन वदति कोऽपि धातुः अस्ति गम् खलु, तर्हि रूपाणि भवन्ति लिट् लकारे गम् धातोः नवरूपाणि खलु, इत्युक्ते प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष एवं प्रत्येकपुरुषस्य एकवचनं द्विवचनं बहुवचनं, तर्हि गम् धातोः रूपाणि भवन्ति कोष्टकं कृत्वा लिखितुं शक्नुमः, जगाम जगम्तुः जग्मुः जगमिथ जग्मथुः जग्म जगाम जग्मीव जग्मीम इति रूपाणि खलु, इति रूपाणि भवन्ति। इदानीं रामः वनं जगाम, रामः वनं जगाम इति वदामः चेत् किं भवति तत्र, रामः परोक्षभूतकः, रामः जन वनं भूतकाले कोऽपि समय न जानाति, अनन्त भूतकाले भवति एवं परोक्षम परोक्षः खलु। किम् इति कृपया पुनः वदतु, परोक्ष इत्युक्ते अनद्यतनभूते जाता क्रियावाक्यस्य वक्ता यः वदति तेषां न दृष्टा इति परोक्ष, साक्षात् यत् ये कार्यं न कृतं खलु, आम् आम् रामः वनं जगाम इति रामः न वदति, अन्य कोऽपि वदति खलु इति अस्ति इति अस्ति तर्हि इदानीमेव गम् धातोः कीदृशप्रक्रिया दृष्टवन्तः खलु पुनः जगाम जग्मतुः जग्मुः जगमिथ जग्मथुः जग्म जगाम जग्मीव जग्मीव इति रूपाणि किञ्चित् भिन्नरूपाणि सन्ति तर्हि पठ् धातोः किञ्चित् अभ्यासं भवति धातुः अस्ति पठ् तर्हि वदति भवति पपाठ पठेतुः पेठुः पेठीथ पेठथुः पेठ पपाठ पेठीव पेठीम इति रूपाणि भवन्ति पठ् धातोः रूपाणि गम् धातोः कृतवन्तः खलु अत्यन्तभिन्नरूपाणि जगाम पपाठ पपेठुः पेठुः तर्हि प्रथमपुरुषस्य का आवश्यकता अस्ति प्रथमपुरुषस्य आवश्यकता अस्ति अस्ति अस्ति वदामः प्रथमपुरुषस्य आवश्यकता किमर्थमस्ति अग्रे गत्वा वदामः इदानीमेव इत्युक्ते वाक्यमस्ति वाक्यमस्ति वाक्यमस्ति पूर्णवाक्यमेकवारं लिखतु अथवा शृण्वन्ति चेत् अपि समीचीनमस्ति धातुः अस्ति हस् खलु धातुः अस्ति हस् बानरम्पस्य जहास भीमसेनः खलु बानरम्पस्य जहास भीमसेनः अत्र कर्तृपदं किं भीमसेनः अस्तु तर्हि इदानीं पुस्तकं पठामः वयं परन्तु कर्ता कः अस्ति भीमसेनः खलु तर्हि भीमसेनः जहास तर्हि भीमसेनः वानरम्पस्य जहास खलु तर्हि प्रथमपुरुषस्य आवश्यकता अस्ति एव खलु आमां प्रथमपुरुषस्य अस्ति एव क्षम्यताम् उत्तमपुरुषस्य परन्तु यदि उत्तमपुरुषस्य एव भवति भवति अपि अपि च तादृशेन भवति खलु उत्तमपुरुषस्य अपि अपि भवति इति इत्युक्ते यदि अहम् उक्तवान् इति भूतकाले कोऽपि वदति कोर्ट् मध्ये अस्ति चेत् तर्हि भवति एव खलु परन्तु यदि सः परोक्षे नासीत् चेत् तत्र सः साक्षात् नासीत् चेत् तत् किमर्थं कथं तत् भवति साक्षात् पुनः एकवारं वदतु यदि तत्र लिट्लकारे अनद्यतना अस्ति अनद्यतना अस्ति हा तर्हि सः साक्षात् न उक्तवान् यदि कोऽपि वदति चेत् परोक्षे इत्युक्ते अन्य कोऽपि क्रियायाः प्रयोगम् अन्य कोऽपि कर्तुम् इति भवान् एव वदति खलु इति अस्ति कुर्मः महोदय उदाहरणमेकं प्रायशः सम्यक् भवति तर्हि चकार इति पदमस्ति खलु तत्र चकार इति पदमस्ति च चकार कुत्र आयाति इत्युक्ते कृ धातोः तत्र उत्तमपुरुषे आयाति चकार चकार इति आयाति तर्हि शिवः चकारताण्डवम् इति अस्ति उत्तमपुरुषस्य एकवचनरूपं तर्हि भवति एव खलु इत्युक्ते वयं पठामः परन्तु उत्तमपुरुषे अभवत् इति वदति सः अन्य उदाहरणं वदामः यदा रूपं जानीमः चेत् खलु अहं किञ्चित् पञ्चनिमेषेषु रूपाणि जानीमः तदनन्तरम् उदाहरणं करिष्यामः अस्तु तर्हि धातु कः आयाति अत्र अद्यतनपाठे धातुः अस्ति कृ भू अस्तु तर्हि एतावत्पर्यन्तं किं साधारणधातवः कृतवन्तः खलु इत्युक्ते पाठधातुः कृतवन्तः गम् धातुः कृतवन्तः खलु इदानीं कुर्मः क्रु यत् पुस्तके दत्तमस्ति खलु क्रु तर्हि क्रु किं भवति क्रु भवति चकारः आगमिष्यति अत्र कृ धातुः भवति चकार चक्रतुः चक्रुः चकर्थ चक्रतुः चक्र चकार चक्रुव चक्रूम इति भवति लिट् लकाररूपाणि कृ धातोः अस्तु तदनन्तरं भवति धातोः भूधातुः भूधातुः भवति बभूव बभूवतुः बभूवुः बभूविथ बभूवथुः बभूव पुनः बभूव बभूविव बभूविम अस्तु बभूव द्विवारम् आगच्छति खलु यथा तत्रापि चकारः द्विवारम् आगतम् अत्रापि बभूव त्रिवारम् आगच्छति बभूव अत्र त्रिवारम् आगच्छति प्रथमपुरुष एकवचने मध्यमपुरुष बहुवचने उत्तमपुरुष एकवचने त्रिवारम् आगमिष्यति कीदृशेन स्थितिः तद्दृष्ट्वा एव वक्तुं शक्नुमः अस्तु अत्र तत्र चकारः केवलं द्विवारमेव धातुः अस्ति इदानीम् अस् धातुः अस्ति रूपाणि भवन्ति आस् आसतुः आखुः आसीथ आसतुः आस आस आसीव आसीम इति रूपाणि सम्यक् आम् तत्र अस् अस्ति चेत् तत्र कीदृशधातुः अस्ति अस्ति वा अस्ति इति अस्ति वा तत्र अथवा अस्ति अस्ति अस्ति अस्ति सम्बन्धे हा धातुः अस्तु, परन्तु तत्र तस्य लिट् लकारः आन्लैन् भूय् भूय् भूवि भूय् इति अस्ति, तस्य समानमेव दृश्यते. समानमेव दृश्यते, समीचीनं, समानमेव. अत्रापि आस् इति त्रिवारम् आगमिष्यति खलु. आम्, अत्रापि हा प्रथमपुरुषे एकवचने, मध्यमपुरुषे बहुवचने, अत्रापि उत्तमपुरुष एकवचने, एतादृशम् अस्ति. न न, अहं मन्ये तत्र बभूव एव लिखितमस्ति तत्र अष्टाध्यायी मध्ये, अष्टाध्यायी डाट् काम् मध्ये. धातोः अस् अस् अस् अस्ति चेत् अस्ति अस् आम् अस् धातुः यदि अदादिगणे अस्ति चेत् अस् अस्ति अथवा सन्ति इति, तस्य लट् लकारः अस्ति अस्ति चेत् तर्हि कर्तरि लिट् लकारः बभूव इति भूधातु एव. करिष्यामः करिष्यामः, अत्र किमस्ति किञ्चित् करिष्यामः. तर्हि कथं भविष्यति अत्र रूपाणि, एवं तस्य अर्थमपि किं रूपाणि किमर्थम्, एवं तत्र क्रू भू एवम् अस् कथम् अत्र लिखितमस्ति, तस् तद्विषये अपि अस्ति अत्र, तद्विषये अपि अस्ति अत्र. तर्हि अत्र सन्देहः इदानीमेव अस्ति महोदय वा, अथवा सन्देहः नास्ति इति उत्तमपुरुषस्य प्रयोगः कथं भविष्यति लिट्लकारे? उत्तमपुरुषस्य तु अस्ति, अस्ति किञ्चित् अस्ति पूर्णतः न. शिवः चकार ताण्डवम् इति, परन्तु यदि यदि यदि उत्तमपुरुषः अस्ति चेत् शिव वदति खलु, यदि शिवः एव वदति अहम् आम् आम् आम् आम् इति इति कृत्वा इति अर्थे अस्ति, यथवा यथा अन्यत् वाक्यम् अस्ति यत्र यः कर्ता आसीत् सः उक्तवान् इति, अहमेव एतत् कृतवान् कृत्वा, एवं तत् पुस्तके लिखितमस्ति. एवं छात्रम् इदानीं वयम् इदानीं पठामः इति एतत् अभवत् भूतकाले इति कृत्वा तत् सम्बन्धे अस्ति चेत् उत्तमपुरुषे भविष्यति. अस्तु, तर्हि एतावत्पर्यन्तं किं कृतं, लिट् लकारः कीदृशम् अस्ति तद्विषये पठितं. साधारणतया पठ् धातुः, गम् धातुः, एतादृशरूपाणि किं किं लिखितं, किं किं भवति, तदपि कृतवन्तः. एवं यत्र अस्मिन् पाठे यत् अस्ति, कृधातुः, भूधातुः, अस्धातुः, तत्र रूपाणि कीदृशं भवति, तदपि कृतवन्तः. परन्तु एतावत्पर्यन्तम् अनुप्रयोगः इत्युक्ते किं, तद्विषये न चर्चितवन्तः खलु. तर्हि अनुप्रयोगः इत्युक्ते किं, तत् अग्रे आयाति. इदानीं शृणुमः अनुप्रयोगः इत्युक्ते किम्. परन्तु आचार्यः किम् उक्तं, प्रायः लिट् लकारे भू भू अस् इति नाम अनुप्रयोगं मनसि निधाय भवान् प्रश्नं कर्तुम् इच्छति, एवं ननु किकृधातुः सकर्मकः अस्ति निश्चयेन, एवम् अस् धातुः निश्चयेन अकर्मकः अस्ति. तर्हि लट् लकारसम्बन्धे तत्र प्रायः किञ्चित् विकल्पः अस्ति. कीदृशविकल्पः, विकल्पः कीदृशस्थितिः अस्माकं लिट् लकारसन्दर्भे, तदिदानीं पश्यामः. कथम् एतादृशसरलप्रश्नः आयाति आरम्भे? अस्तु, तर्हि अग्रे करोतु. तर्हि अश्लेष महोदय अग्रे, शिष्या आम् शिष्य आम्, यत् धातुः सकर्मकः तत्र करोतेः अनुप्रयोगः युज्यते. किन्तु तत्रैव अकर्मकयोः अस्ति भवत्योः अनुप्रयोगः कथं युज्येत। एवमेव धातुः यत्र अकर्मकः तत्र करोतेः अनुप्रयोगः कथं वा युज्येत। शिष्यः वदति आम् तथा अस्ति, तत्र मनसि तस्य तथा एव अस्ति लिट्लकारे सम्बन्धीय। तर्हि सः अग्रे अपि वदति यत्र धातुः सकर्मकः तत्र करोतेः अनुप्रयोगः युज्यते। यदि धातुः सकर्मकः अस्ति तर्हि तत्र करोतेः इत्युक्ते करोति अस्ति चेत् तस्य षष्टि अस्ति, तर्हि क्रुधातुः अनुप्रयोगः युज्यते। यदि क्रुधातुः अस्ति तद्धातुः यत्र धातुः सकर्मकः तत्र करोतेः अनुप्रयोगः युज्यते। परन्तु धातुः तु क्रुधातुः सकर्मकः इति आचार्ये पूर्वे उक्तवान्, तर्हि तत्र अनुप्रयोगः भवति। किन्तु तत्रैव अकर्मकयोः अस्ति भवत्योः अनुप्रयोगः कथं युज्येत। यदि अकर्मकः किन्तु तत्रैव अकर्मकयोः तत्र द्वितीयविभक्ति तर्हि ओ इति अस्ति वा, तत्र अस् धातुः अस्ति वा भूधातुः अस्ति द्वयोः अकर्मकः अस्ति, तर्हि तत्र अनुप्रयोगः कथं युज्येत। तत्र तस्य अहं मन्ये तस्य सम्बन्धः कीदृशः भवति इति। एवमेव धातुः यत्र अकर्मकः तत्र करोतेः अनुप्रयोगः कथं वा युज्येत। आम् तत्र धातुः तु अहं मन्ये अत्र क्रुधातुः अस्ति, परन्तु धातुः यत्र अकर्मकः तत्र करोतेः इत्युक्ते क्रुधातुः अनुप्रयोगः कथं वा युज्येत। तथा न पूर्णतः न अवगतं मया। हा चिन्ता नास्ति। अत्र कीदृशस्थितिः अस्ति इत्युक्ते अनुप्रयोगः इत्युक्ते किं, शिष्यस्य प्रश्नः अस्ति, एतावत्पर्यन्तं पूर्णतया उत्तरं न प्राप्तं, परन्तु सः प्रश्नं पृच्छति यत्र धातुः एव सकर्मकः अस्ति तत्र लिट्लकारस्य प्रयोगः यदा भवति तत् अनुप्रयोगः इति वदामः, किन्तु तत्रैव अकर्मकः एव अस्ति चेत् सकर्मकः न, अनुप्रयोगः कथं वदामः, तस्य नाम अनुप्रयोगः कथं भविष्यति खलु। अनुप्रयोगः अर्थात् कः, अहं न जानामि, कोऽपि न जानन्ति एतावत्पर्यन्तं, पठामः तद्विषये किमस्ति पठामः। अनुप्रयोगः इत्युक्ते किं, तस्य प्रश्नः अस्ति अनुप्रयोगः यत् वदामः तत् अकर्मकः अथवा सकर्मकः, कोऽपि प्रत्ययस्य प्रयोगे वा, कीदृशं भवति अनुप्रयोगः, नामं किम् अस्तु इति अस्ति तस्य प्रश्नः। अस्तु तर्हि अनुप्रयोगः इत्युक्ते किं, तत्र एकप्रत्ययस्य प्रयोगः भवति अस्मिन् सम्बन्धे, अनुप्रयोगः प्रत्ययस्य नाम भवति अनुप्रयोगः, परन्तु कदा भवति, अत्र अहं किञ्चित् वदामि, तत्र लेखनस्य आवश्यकता अस्ति. वदामि इति णिजन्तधातूनां णिजन्तधातुसम्बन्धे णिजन्तधातूनां लिट् लकारस्य लिट् लकारस्य रूपसिद्ध्यर्थं रूपसिद्धिः यदा भवति रूपसिद्ध्यर्थम् आदौ णिजन्तधातोः आम् इति प्रत्ययम् उपयुज्य आम् इति प्रत्ययम् उपयुज्य ततः क्रु भू एवम् अस् धातोः क्रु भू अस् धातोः लिट् लकारस्य तस्य एव पुरुषस्य अथवा वचनस्य च रूपस्य अनुप्रयोगः क्रियते. अर्थं किम् अहं वदामि. अस्तु, पुनः एकवारं पठामि अत्र किं लिखितमस्ति. णिजन्तधातूनां लिट् लकारस्य रूपसिद्ध्यर्थम् आदौ णिजन्तधातोः आम् इति प्रत्ययम् उपयुज्य ततः क्रू भू अस् धातोः लिट् लकारस्य तस्यैव पुरुषस्य अथवा वचनस्य च रूपस्य अनुप्रयोगः क्रियते. अस्तु, तर्हि अत्र किं भवति? तर्हि रूपं भवति आम् इति जोडयामः. तत्र आं जोडयामः इत्युक्ते किं भवति? कृधातुः रूपाणि वदन्तु इदानीं किं किम् अस्ति. कृधातोः रूपाणि किं किम् अस्ति? लिट् लकार, चकार, चक्रतुः, चक्रुः. अग्रे चकर्थ, चक्रतुः, चक्र, चकार, चक्रुः, चक्रुम इति अस्ति रूपाणि कृधातोः. तर्हि कृधातोः लिट् लकारे अनुप्रयोगः किं भवति इत्युक्ते, तत्र चुर् अधिकं णिच् अधिकम् आम् इति प्रयोगः भवति. चुर् अधिकं णिच् अधिकम् आम्. तर्हि चकार केवलं चकार, तत्र अनुप्रयोगः भवति चोरयान् चकार. अस्तु, केवलं चकारः भवति चोरयान् चकार. तर्हि किम् अभवत् अत्र? चकारः अभवत् चोरयान् चकार. चूर्धातुः अधिकं लिट् क्रूधातोः. तर्हि चकारः अभवत् चोरयान् चकारः. तदनन्तरं चक्रतुः भवति चोरयान् चक्रतुः. चक्रुः भवति चोरयान् चक्रुः चकर्थ चोरयान् चकर्थ चक्रतुः चोरयान् चक्र चक्रतुः चक्र चोरयान् चक्र चकार चोरयान् चकार चक्रुव चोरयान् चक्रुव चक्रुम चोरयान् चक्रुम इति चुर्धातोः धातुः चुर्धातुः न चुर् अधिकम् इणिच् अधिकम् आम् आम् इति आगमिष्यति किमर्थम् अनुप्रयोगः करिष्यामः तत्र णिच् प्रत्यये इति णिजन्तधातूनाम् इदानीं पाठः एव चलति णिजन्तप्रयोगे एतादृशं भवति रूपाणि तर्हि चुर्धातोः एवं चुर्धातुः न चुर् अधिकं क्रुधातोः लिट् प्रत्ययस्य अनुप्रयोगः इति वदामः यानि रूपाणि अनुप्रयोगः अहं कोऽपि व्यकरणं न अवगतम् रूपाणि अत्यन्तक्लिष्टम् अहं समयः अस्ति समयः अस्ति शनैः शनैः गच्छामः कृधातोः लिट् लकारस्य रूपाणि जानन्ति वा इदानीम् अहं न जानामि इदानीमेव अश्लेषमहोदय उक्तं खलु भवान् लिखितं वा न लिखितं वा कृधातोः लिट् लकारः केवलं कृधातुः एवं लिट् लकारः तत्र चकार अस्ति यथा भवान् जानाति वा नव नवस्थानानि सन्ति नवस्थानानि प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष एकवचन द्विवचन बहुवचन खलु तर्हि कृधातोः लिट् लकारस्य रूपाणि वदतु इदानीं सर्वे लिखितवन्तः भवान् लिखितवान् वा न लिखितवान् वा अहं completely I did not understand so I'm now gotam ashlesh mahoday avadat punah ek vakyam likhatu punah likhatu idanim idanim navasthanani katham karishyamah janati khalu पठति पठति हि पठतः पठन्ति पठति पठति पठतः पठतः पठामि पठावि पठामि पठावः पठामः जानाति वा पठ धातोः लट् लकारे नवस्थानानि कथम् आम् तदेव अत्र लट् लकारः नास्ति लिट् लकारः धातुः पट् नास्ति धातुः क्रु अस्ति तर्हि यदि भवान् नवस्थानेन न लिखितं तर्हि कथं जानाति अनुप्रयोगः कथं भविष्यति तर्हि प्रथमं लिखतु क्रुधातोः लिट् लकारस्य प्रयोगः रूपाणि के के वदतु तत्र देवकान्तमहोदय इदानीं वदतु रूपाणि किं किम् अश्लेषमहोदय तत्र कुशलमहोदय लिखित शनैः शनैः प्लीस् कृपया प्रथमपुरुष एक प्रथमे प्रथमपुरुष चकार चकार एकवचनं द्विवचनं चक्रतुः चक्रतुः बहुवचनं चक्रुः चक्रुः चकार चक्रतुः चक्रुः इदानीं मध्यमपुरुष प्रथम एकवचनं चकर्थ चक्रतुः एव चक्रतुः चक्रतुः एक एव चक्र चकर्थ चक्रतुः चक्र इदानीम् उत्तमपुरुष चकार चक्रुव चक्रम चुर् प्रत्ययः अस्ति इदानीं धातोः रूपाणि भवति लिट् लकारे खलु अस्तु इदानीम् इणिच् प्रत्यय इणिच् प्रत्ययं रूपं किम् अत्र लकारस्य प्रत्ययः अपि भवति खलु इति इणिच् प्रत्ययं कथं भविष्यति इणिच् प्रयोगः इणिच् प्रयोगः कथं भविष्यति कृ धातुः लिट् लिट् प्रत्ययः लिट् लकारः क्षमतां कृ धातुः लिट् लकारः इदानीं णिजन्तप्रयोगः हा णिजन्तप्रयोगः कथं भविष्यति इति कृत्वा रूपाणि एतादृशं भवति पुनः एकवारं वदामि नवस्थानानि इदानीं णिजन्तप्रयोगः चकारः भवति चोरयान् चकार प्रथमपुरुष एकवचनं चोरयान् चकार तत्र ज्ञा अस्ति चोरयान् च एवं च मिलित्वा इत्युक्ते किं भवति चकार तादृशमेव अस्ति तर्हि आम् इति मध्ये आगच्छति तर्हि यदि जोडयामः चेत् चोर् अधिकं याम् अधिकं चकार चोरयां चकार चोरयां चकार एतादृशं रूपम् खलु तत्र अन्ते नकारः अस्ति वा अथवा आं मकारः सन्धि किं भवति मकारः एवं चकारः नकारः भवति तर् मध्ये आम् इति आगच्छति खलु इति अहं यत् उक्तवान् सर्वे लिखितवन्तः खलु अनुप्रयोगः इत्युक्ते किं तत्र णिजन्तधातोः आम् इति प्रत्ययम् उपयुज्य खलु आम् तत् आम् इति महात्म्यमस्ति तत्र आम् आगच्छति मध्ये तर्हि चोर अधिकम् आम् अधिकं चकार चोरय अधिकम् आम् अधिकं चकार चोरयां चकार इति प्रथमपुरुष एकवचनम् इदानीं नव अन्ये अष्ट वदामि के सन्ति चोरयान् चक्रतुः चोरयान् चक्रुः चोरयां चकर्थ चोरयां चक्रतुः चोरयां चक्र चोरयां चकार चोरयां चक्रूव चोरयां चक्रूम अध्यापक महोदय कृपया लिखितुं प्रेषयतु अहम् एकवारम् एकं तत्र पद्धतिः वदामि खलु पद्धतिः केवलं वदामि पद्धतिः किं कीदृशं भवति एकं जानाति चेत् अन्यस्य तत्र ज्ञानस्य आवश्यकता एव नास्ति पश्यामः चकार कथं भवति चोरयं चकार कथं भवति इति ज्ञानस्य आवश्यकता अस्ति केवलम् एकस्य एतादृशनियमं सर्वत्र भवति अस्तु रूपं किमस्ति चकार तत् भवति कथं चोरयां चकार अस्तु तत् प्रथमे भवतु लिखतु चुर् चुर् अधिकम् इणिच् इणिच् अधिकम् आम् आम् अधिकं क्रु प्रत्ययस्य लिट् लकार क्रु धातोः लिट् लकारः खलु क्रु धातोः लिट् लकारः तर्हि चतुष्टय भागचतुष्टयम् अस्ति खलु धातोः लिट् लकारः लिट् लकारः तर्हि कृ धातोः लिट् लकारः कति स्थानानि सन्ति नवस्थानानि तस्मात् प्राक् किं भवति चूर् भवति चूर् अधिकम् णिच् किं भवति चोर् चूर् अधिकं णिच् भवति चोर् चोर् ओके खलु अधिकम् आम् किं भवति चोरय समीचीनं चोरय क्षम्यता चोरय इति भवति चुर् अधिकम् णिच् भवति चोरय चोरय अधिकम् आम् किं भवति चोरयाम् चोरयाञ्च हा चोरयाम् अग्रचकारः अस्ति खलु महोदय अग्रचकारः अस्ति तर्हि चोरयाम् चुर् अधिकम् णिच् अधिकम् आम् अभवत् चोरयाम् चोरयाम् चोरयाम् अधिकं चकारः चोरयां चकारः चकार तत्र विसर्गः नास्ति चुर् अधिकं णिच् अधिकम् आम् इति चोरयाम् अधिकं चकार चोरयां चकार खलु इदानीं चोरयाम् अधिकं चक्रतुः किं भवति चोरयां चक्रतुः खलु चोरयां चक्रुः चोरयां चक्रुः खलु इति रूपाणि नवरूपाणि केवलम् इत्युक्ते चोरयाम् अधिकं क्रोः क्रू धातोः लट्लकार यत् रूपं करिष्यामः चेत् तत् भवति अनुप्रयोगः इति उच्यते अत्र खलु रूपस्य नाम अनुप्रयोगः अनुप्रयोगः इति उच्यते आम् नवस्थाने इत्युक्ते सोपानचतुष्टयमस्ति खलु चुर् अधिकं णिच् अधिकम् आम् अधिकं धातोः इदानीं क्रू धातुः अस्ति अग्रे इदानीम् अभ्यासः अपि करिष्यामः भूधातुः एवम् अस्धातुः अपि ईदृशरूपाणि भवन्ति तत्र खलु तर्हि अहम् इदानीं प्रश्नं पृच्छामि खलु सर्वे लिखितवन्तः क्रू धातोः नवस्थानानि खलु विनोद् महोदय लिखितं वा अस्तु तर्हि प्रश्नः भवति केवलं क्रू धातोः लिट्लकारः तदनन्तरं प्रश्नः भवति अनुप्रयोगः अस्तु क्रू धातोः लिट्लकारः प्रथमपुरुष बहुवचनं रूपं किं चक्रुः एकमेव अहं नाम अपि अस्तु विनोद् महोदय अग्रे वदतु मध्यमपुरुष द्विवचनं रूपं द्विवचनं चक्रतुः चक्रतुः चक्रतुः अस्तु समीचीनं तत्र कुशल महोदय उत्तमपुरुष बहुवचनं चक्रम् चक्रुम इति अस्ति रूपाणि अस्तु इदानीं सर्वे जानन्ति तत्र कीदृशरूपाणि कृ धातुः भवति इदानीम् अनुप्रयोगः करिष्यामः अस्तु देवकान्तमहोदय तत्र प्रथमपुरुष एकवचनं रूपं पुनः एकवारं चोरयाञ्चकार समीचीनं तर्हि प्रथमपुरुषद्विवचनम् अखिलेश् महोदय चोरयान् चक्रतुः समीचीनं तत्र विनोद् महोदय अग्रे प्रथमपुरुष बहुवचनं चोरयां चक्रुः समीचीनम् उत्तमं तत्र कुशलमहोदय मध्यमपुरुष एकवचनं चोरकारकर्तः स्पष्टतया वदतु चोरयाञ्चकर्थः अस्तु समीचीनं तत्र देवकान्तमहोदय अग्रे चोरयाञ्चक्रतुः अति उत्तमम् अश्लेष महोदय अग्रे तत्र मध्यमबहुवचनमस्ति मध्यमबहुवचनम् आम् तत्र चोरयाञ्चक्र समीचीनं विनोद् महोदय अग्रे चोरयां चक्र चक्रारो चक्रुव चक्रुव एकवचनं बहु द्विवचनं द्विवचनं अस्तु अस्तु तत्र देवकान्तमहोदय बहुवचनं चोरयाञ्चक्रुम इति अस्ति खलु इति अनुप्रयोगः इति उच्यते अत्र अस्तु तर्हि पुनः एकवारम् अन्यत् वाक्यं वदामि तर्हि लिखतु आं प्रत्ययस्य आं प्रत्ययस्य प्रयोगात् अनन्तरं पुनः आं प्रत्ययस्य प्रयोगात् अनन्तरं कृ भू अस् धातोः तस्यैव पुरुषस्य वचनस्य अव्यवहितः प्रयोगः एव करणीयः अव्यवहित व्यवहित जानाति वा व्यवहितः एवम् अव्यवहितः व्यवहितः इत्युक्ते तत्र व्यवहितः इत्युक्ते तत्र किं वदामः तत्र नियमं न करोति परन्तु अव्यवहितः इत्युक्ते सर्वदा नियमं पालनं करोति अव्यवहितः प्रयोगः एव करणीयः अस्यैव नाम अनुप्रयोगः लिखतु उदाहरणम् अव्यवहितः प्रयोगः प्रयोगः एव करणीयः करणीयः करणीयः नियमः पालनं करोमि हा सर्वदा नियमपालनं भवति एतादृशम् अस्यैव नाम तस्यैव नाम अनुप्रयोगः इति उच्यते उदाहरणम् उदाहरणं चोराय हलन्तस्ति चोराय अधिकम् आम् अधिकं चकार इत्युक्ते चोरयान् चकार चोरयान् चकार वयं जानीमः चोरयान् चकार कथम् अभवत् अत्र केवलं पुनः एकवारं संज्ञारूपेण नियमरूपेण पद्धतिरूपेण वदामः अनुप्रयोगः इत्युक्ते किम् मध्ये कोऽपि व्यवधानं नास्ति अत्र खलु मध्ये व्यवधानं नास्ति इत्युक्ते अत्र कोऽपि वृद्धिः नास्ति कोऽपि गुणः नास्ति एतादृशं किमपि नास्ति साक्षात् अव्यवहितः प्रयोगः इति अनुप्रयोगः इदानीं स्पष्टं कुशलमहोदय इति केवलं कृधातुः अभवत् खलु तर्हि तादृशेन अन्यधातवः सन्ति इदानीं किञ्चित् शीघ्रं कर्तुं शक्यते कोऽपि प्रश्नः अस्ति चेत् पृच्छतु अस्तु तर्हि अग्रे भवति भूधातुः भूधातुः भूधातुः प्रायशः मया उक्तं पुनः एकवारं वदामि इदानीं सर्वे लिखन्तु खलु भूधातुः भूधातुः किं भवति तत्र न लिखितं खलु तत्र महोदय कुशलमहोदय अस्तु तर्हि इदानीं अखिलेश् महोदय वदतु तत्र भूधातुः रूपाणि तत्र बभूव अस्ति वा अथवा बभूव बभूव अहं वदामि एकवारं चिन्ता नास्ति लिख सर्वे लिखन्तु तर्हि हा केवलम् अग्रे अग्रे नववाक्यानि वदामि भवान् भवन्तः जानन्ति तत्र किं प्रथममध्यम उत्तम के रूपाणि अस्तु प्रथमपुरुष एकवचनं बभूव प्रथमपुरुषद्विवचनं बभूवतुः प्रथमपुरुषबहुवचनं बभूवुः मध्यमपुरुष एकवचनं बभूविथ मध्यमपुरुषद्विवचनं बभूवतुः मध्यमपुरुषबहुवचनं बभूव उत्तमपुरुष एकवचनं बभूव उत्तमपुरुषद्विवचनं बभूविव उत्तमपुरुषबहुवचनं बभूविम तर्हि अत्र बभूव त्रिवारम् आगच्छति एव खलु अन्यत् अन्यत् सर्वे एकवारमेव अस्तु इदानीम् अनुप्रयोगः इदानीं करिष्यामः खलु तर्हि नियमः तदेव चुर् अधिकं णिच् अधिकम् आम् अधिकं भूधातोः लिट्लकारः तर्हि कथं रूपं भवति चोरय अधिकम् आम् अधिकं बभूव रूपं भवति चोरयाम्बभुव खलु चोरयाम्बभूव तत्र यकारस्य अग्रे यत् अस्ति तत् म एवं व मिलति खलु अम्ब अम्ब यथा अम्बा तादृशम् चोरयाम्बभुव इति रूपम् अम्बा यथा तादृशम् चोरयाम्बभुव इति अस्ति इदानीं भवन्तः वक्तुं शक्नुवन्ति इदानीं कीदृशं भवति रूपम् अश्लेष महोदय अग्रिमरूपं चोरयाम् बभूवतुः चोरयाम्बभुवतुः चोरयाम्बभुवतुः बभूवतुः इति आसीत् खलु तर्हि चोरयाम्बभुवतुः इति रूपं चोरयाम्बभुवतुः सर्वत्र एव दीर्घः पूर्णतया सर्वत्र दीर्घः भू एव धातुं तादृशमस्ति अस्तु अग्रे देवकान्त महोदय चोरयां बभूवुः समीचीनम् अग्रे तत्र कुशल महोदय चोर्यां बभूथु बभूथः न सम्यक् नास्ति पुनः स्पष्टतया वदतु भूद चोर्यां बभूथः द्वितीय बभूविथ एकवचनं बहुविथः अहं द्विवचनं तदा बभूविथ चोर्यां चौर्यां बभूविथ इति सम्यक् तर्हि मध्यमपुरुषद्विवचनम् इदानीं खलु तत्र विनोद् महोदय मध्यम बहुवचन ओके चोरयाम बभूवथुः समीचीनं चोरयाम बभूवथुः समीचीनम् इदानीम् अश्लेष महोदय अग्रे चोरयाम बभूव इति अस्ति अग्रे देवकान्त महोदय चोरयाम बभूव एव सम्यक् समानमेव अस्ति तत्र अग्रे कुशल महोदय चोर्यां बभूविव इति अस्ति विनोद महोदय अग्रे चोरयां बभूवि विम इति अस्ति चोर्यां बभूविम इति अस्ति रूपम् अस्तु इति अनुप्रयोगः अस्तु इदानीम् अन्तिमम् अस् धातोः पुनः वदामि अस्धातोः कीदृशरूपाणि तर्हि प्रथमपुरुष एकवचनम् आस प्रथमपुरुषद्विवचनम् आसतुः प्रथमपुरुषबहुवचनम् आसुः ह्रस्व अस्ति तत्सर्वम् आसतुः आसुः आस आसतुः आसुः इति प्रथमपुरुषरूपाणि मध्यमपुरुष एकवचनं भवति आसीत् आसीत् मध्यमपुरुष द्विवचनम् आसथु आसथुः क्षमतां विसर्गः अस्ति आसथुः मध्यमपुरुषबहुवचनं भवति आस उत्तमपुरुष एकवचनं तथा एव रूप आस आस उत्तमपुरुषद्विवचनम् आसीव आसीव आसीम एवम् उत्तमपुरुषबहुवचनं भवति आसीम इति अस्ति अस्तु तर्हि अश्लेष महोदय आरम्भं करोतु रूपं किं भवति अनुप्रयोगः चोरयामास चोरयामास चोरयामास चोरयामास इत्युक्ते चोरय अधिकम् आम् अधिकम् आस चोरयामास खलु तदनन्तरम् अग्रे देवकान्त महोदय चोरयामासतुः इति अस्ति सम्यक् कुशल महोदय अग्रे चोरयाम् आसुः याम् इति न वदामः चोरयामासुः किमर्थमित्युक्ते याम् इति हलन्त अस्ति अग्रे आकारः चोर्यामासुः इति अस्ति अग्रे मध्यमपुरुष एकवचनं विनोद महोदय चोरयाम् आसीत् आसीत् चोरयामासीत् इति वदामः चोरयामासीत् अस्तु सम्यक् अश्लेष महोदय अग्रे चोरयाम् आसतुः चोरयामासतुः सम्यक् तदनन्तरं देवकान्त महोदय चोरयामास चोरयामास सम्यक् कुशल महोदय अग्रे चोर्याम् आस चोरयामास अग्रे विनोद महोदय चोरयाम् आसीव आसीव आसीव चोरयामासीव सम्यक् अशेष महोदय अन्तिमं चोरयामासीम इति अस्ति रूपं सम्यक् अस्तु इति अस्ति अस्तु तर्हि अत्र सकर्मक एवम् अकर्मकसन्दर्भे किञ्चित् वार्ता अस्ति यत् विषये वयं पठामः. पुनः शिष्यः वदति, अश्लेष महोदय पुनः पठतु तत् शिष्यस्य प्रश्नः. आम् अत्र धातुः सकर्मकः, तत् पुनः एकवारं पठामः तत् किं लिखितमस्ति. आम् यत्र धातुः सकर्मकः तत्र करोतेः अनुप्रयोगः युज्यते. आम् तस्य यदि धातुः सकर्मकः अस्ति चेत् तत्र अनुप्रयोगः वयं योजयामः. किन्तु तत्रैव अकर्मकयोः अस्ति भवत्योः अनुप्रयोगः कथं युज्येत. आम् तर्हि अत्र प्रश्नमस्ति शिष्यस्य, यदि धातुः अकर्मकः अस्ति यथा अस्ति अस्ति वा अथवा भू, तर्हि तत्र अनुप्रयोगः कथं युज्येत. एवमेव धातुः यत्र अकर्मकः तत्र करोतेः अनुप्रयोगः कथं वा युज्येत. आम् तत्र आम् द्वयोः तत्र क्रूधातुः अस्ति चेत् यदि कोऽपि तस्य प्रयोगः अकर्मकप्रयोगः करोति चेत् तत्र अपि अनुप्रयोगः भवति वा न वा इति तस्य प्रश्नः. इत्युक्ते अनुप्रयोगः यदि केवलं सकर्मकधातोः भवति तर्हि अकर्मकस्थले किं किमर्थं दृश्यते. यदि अकर्मकस्थले स्थले साधुः अस्ति चेत् सकर्मकस्थले स्थाने किमर्थं पुनः दृश्यते तत्र. तर्हि अनुप्रयोगः उभयत्र भवति वा एकत्र भवति वा सकर्मके एवम् अकर्मके च इति प्रश्नः अस्ति तत्र. अस्तु अग्रे पठतु, किञ्चित् शनैः शनैः गच्छामः आचार्यस्य उत्तरम्. आम् आचार्य वदति, एतस्य उत्तररूपेण अहं कौमुद्याः तत्त्वबोधिनी व्याख्यायाः पङ्क्तिम् एव उल्लिखामि. अहं तत्र आचार्य वदति तत्त्वबोधिनी यत् व्याख्या अस्ति कौमुद्याः तस्य पङ्क्तिं सः वदति. तत्र लिख्यते यदा हि करोति हि उत् पादानार्थकः स्वातन्त्र्येण प्रयुज्यते घटं चक्रे राज्यं च करोति तदा नियमेन सकर्मकत्वम्. तर्हि यदि यदा हि करोति हि उत्पादानार्थकः स्वातन्त्र्येण प्रयुज्यते घटं चक्रे राज्यं च करोति तदा नियमेन सकर्मकत्वम्. आम् तत्र घटं चक्रे किमस्ति, चक्र तु रूपम् अस्ति. तत्र लिट्लकारे मध्यमपुरुष बहुवचनं तस्य तस्मिन् इति इति वा. तर्हि अत्र अत्र तत्त्वबोधिनीग्रन्थे यत् लिखितमस्ति तत्र तदेव वदति खलु. अत्र लेखकस्य व्याख्या नास्ति, तत्त्वबोधिनीग्रन्थे यत् अस्ति व्याख्या तत् तदेव वदति अत्र. तर्हि तत्र किं लिखितमस्ति तत्त्वबोधिनीग्रन्थे? लिखितमस्ति यदा हि करोति हि उत्पादनार्थकः स्वातन्त्र्येण प्रयुज्यते घटं चक्रे राज्यं च करोति तदा नियमेन सकर्मकत्वं. यदा तु क्रियान्तरसमानाधिकरणः करोति हि प्रयुज्यते जुहवाञ्चकार इत्यादौ. यदा यत् समानाधिकरणः करोति करोति हि तस्य सकर्मक अकर्मक अकर्मकत्वाभ्यां स्वयमपि तथा भावं भजते एवं भुवस्त्योरपि भुवस्ति इत्योरपि आं प्रकृति सामानाधिकरण्येन क्वचित् सकर्मकत्वं बोध्यम् अतः एव अनुप्रयुज्यमानाद्भवते भवतेः सकर्मकत्वात् कर्मणि लिट् बहु किमपि लिखितमस्ति अत्र, परन्तु वयं चर्चितवन्तः एतावत्पर्यन्तं किं किं भवति फलं रूपेण. आं कुतः आगतः खलु, आं कुत्र आगच्छति, कथं जोडयामः. अत्र केवलं लेखनस्य वार्ता एतत् अस्ति. तत्र कविभिः कुत्रचित् किं वदन्ति, लिट्लकारस्य कानिचन रूपाणि अनुप्रयोगं विना अपि तत्र प्रयोगं कुर्वन्ति. परन्तु व्याकरणे हि वदति तत्तु साधु नास्ति, तत्र अनुप्रयोगम् एव करिष्यामः. एवम् अत्र किं वदति, अत्र अस्धातु भूधातुः अकर्मकधातुः अस्ति खलु. अस्धातुः इति अकर्मकधातुः, भूधातुः अपि च अकर्मकधातुः. परन्तु किं भवति, यत्र अनुप्रयोगः भवति तत्र अकर्मकधातुः सकर्मकः अनुप्रयोगरूपेण भवति. अस्तु, इत्युक्ते यद्यपि अस्धातुः अकर्मकः अस्ति तथापि सकर्मकधातूनां रूपसिद्धिः एव तस्य अनुप्रयोगः भवति इति अस्ति. तादृशेण एव अपि च भूधातुः अपि च अकर्मकः अस्ति, तस्य एव सकर्मकः धातुरूपेण तस्य प्रयोगः भवति कदा, यदा अनुप्रयोगः भवति. तर्हि इदानीं कृधातुः कीदृशमस्ति, सकर्मकः. किन्तु अनुप्रयोगस्थले तस्य प्रयोगः अकर्मकधातूनां रूपेण अपि तस्य प्रयोगः भवति. तर्हि अनुप्रयोगस्थले अकर्मकधातोः सकर्मकता एवं सकर्मकधातोः अकर्मकता दृश्यते इति अस्ति अत्र इति भवति. इत्युक्ते कर्मपदं दृश्यते, अकर्मकः यत् धातुः अस्ति, भूधातुः, अस्धातुः, अनुप्रयोगः यत्र भवति तत्र किं भवति, तत्र कर्मपदं दृश्यते, इत्युक्ते सकर्मकः प्राप्नोति इति अस्ति अत्र केवलम्. अत्र भवत् अत्र किं किं तत्र लिखितमस्ति, यदा हि करोति उत्पादनार्थकम्, उत्पादनार्थकः स्वातन्त्र्येण प्रयुज्यते घटं चक्रे राज्यं च करोति तदा नियमेन सकर्मकत्वं खलु. कृधातोः सर्वदा सकर्मकत्वं, यदा तु क्रियान्तरसमानादिकरणः करोति प्रयुज्यते जुहवान् चकारः खलु. इत्युक्ते तत्र धातुः इदानीं कृधातुः अस्ति चेत् किं भवति, चोरयाञ्चकारः खलु इति भवति. तादृशेन अपि च अन्यधातवः अपि सन्ति खलु. इत्युक्ते तत्र अन्ये तत्र इत्युक्ते जुहवान् चकारः इत्यादि इत्युक्ते सः केवलं वदति आम् एवं चकारः इति योजयति तदा सामानादिकरणं करोति तस्य सकर्मकत्वाभ्याम् इत्युक्ते सकर्मकप्रयोगः एवं तस्य अकर्मकप्रयोगः स्वयमपि तथा भावं भजते इत्युक्ते एतादृशप्रयोगः भवति यत् सकर्मकम् आसीत् कृ धातोः तस्य अकर्मकप्रयोगः अपि दृश्यते एवं भवति अपि आं प्रकृतिसामानादिकरण्यं क्वचित् सकर्मकत्वं बोधम् यदि अकर्मकः अस्ति चेत् तर्हि आं योजनेन तत्र सकर्मकत्वं भवति अतः एव अनुप्रयोज्यमानाद् भवतेः सकर्मकत्वात् कर्मणि लिट् इति अकर्मकः यत्र अस्ति सकर्मकस्थले तत्र कर्मपदं दृश्यते इति लिखितमस्ति तत्त्वबोधिनिग्रन्थे इति आचार्यकेवलं वदति इति अस्ति अत्र बहु किमपि अत्र न आवश्यकता अस्ति तत्र कीदृशं परन्तु सारांशतया वयं जानीमः रूपम् एवं रूपप्रयोगः कीदृशम् अस्ति अस्तु तत्र अग्रे सरामः अत्र कीदृशम् अस्ति तर्हि आरम्भं करोतु तत्र अग्रे विनोद् महोदय या शिष्यः वदति एवं तर्हि एतादृशे प्रसङ्गे अस्माभिः सकर्मकत्वनिर्णयावसरे सकर्मकर्मत्वनिर्णयावसरे अनुप्रयुक्तानि चकार बभूवादिनि न दृष्टयानि अपि तु यस्मात् आं कश्चित्स्त्रीणाम् अनुप्रयोगः अनुप्रयोगः च विहितः तत् तस्यैव धातोः सकर्मतत्वम् अकर्मत्वं वा दृष्टम् अत्र शिष्यः वदति सकर्मकर्मनियम अस्ति अनुप्रयुक्तानि यदि अनुप्रयोग कुर्वन्ति तत्र चकार बभूवादिनी दृश्यते इत्युक्ते अत्र इत्युक्ते किम् अस्ति इत्युक्ते सकर्मक अकर्मकत्वनिर्णयावसरे कीदृशं भवति इत्युक्ते यदि अनुप्रयोगः सन्दर्भः अस्ति वयं जानीमः एतः धातुः अकर्मकः अस्ति परन्तु तत्र सकर्मकः भवति अनुप्रयोगसम्बन्धे यदि आरम्भधातुः अकर्मकः अस्ति अनुप्रयोगसम्बन्धे सकर्मकः भवति इति अस्ति किम् इति शिष्यः पुनः वदति एतादृशम् अस्तु आम् आचार्य वदति आम् तात्पर्यम् एतत् भवति यत् अनुप्रयोगप्रसङ्गे कुरुभ्यस्तयः स्वार्थं परित्यजन्ते जन्तः प्रकृतिभूतस्य धातोः एव सकर्मकत्वम् अकर्मत्वं वा अनुसरन्ति इति स्वार्थ्यं परित्यज्य इत्युक्ते प्रथमे सकर्मकः आसीत् इदानीं स्वार्थ्यं परित्यज्य इत्युक्ते आरम्भे अकर्मकः अस्ति चेत् अकर्मकपरित्यज्य सकर्मकः भवति आरम्भे सकर्मकः अस्ति सकर्मकः स्वार्थ्यं परित्यज्य अकर्मकः इति केवलं वदति पुनः पश्यति चेत् तात्पर्यम् एतद् भवति यत् अनुप्रयोगप्रसङ्गे यः स्वार्थ्यं परित्यज्यन्तः प्रकृतिभूतस्य धातुः एव सकर्मकत्वम् अकर्मकत्वं वा अनुसरन्ति इति अस्तु समीचीनं विपरीतरूपेण भवति अस्तु अग्रे देवकान्तमहोदय शिष्यस्य शिष्यः एतादृशस्य उदाहरणानि किं सन्ति आचार्यः तत्त्वबोधिन्यामेव उदाहरणं दीयते यथा तस्यात् पत्रम् इभारम्भभूव माखः तपस्तु पूर्तावपि मेधसाम्भर विभावरिभावरिभिर् वभराम्भूर्विरे श्रीहर्षः इदानीम् आचार्य केचन उदाहरणानि केचन नास्ति दे उदाहरणे दीयते अत्र अत्र किमस्ति प्रथम उदाहरणं पश्यामः चेत् बभूव इति पदमस्ति तत्र भूधातोः अत्र कर्मणि प्रयोगे अस्ति पूर्णवाक्यं न दत्तमस्ति तत्र आतपत्रं विभराम्बभुवे इत्युक्ते छात्रं द्रुतम् आसीत् इति अर्थः तत्र भूधातोः कर्मणि प्रयोगे लिट्लकारे अस्ति आत्मनेपदी प्रथमपुरुषः एकवचनरूपं भवति विभराम्बुवे इति तर्हि इति भवति इत्युक्ते कर्मणि प्रयोगे अस्ति कर्मणि प्रयोगे अस्ति भावे इति नास्ति कर्मणि प्रयोगे अस्ति तत्र पश्यति वा पत्रम् इति लिखितमस्ति कर्मणि प्रयोगे अस्ति इत्युक्ते सकर्मकः परन्तु भूधातुः किम् अस्ति अकर्मकः अस्ति तस्य प्रयोगः इदानीं किम् अभवत् सकर्मकरूपेण इति अस्ति प्रथम उदाहरणं अस्तु द्वितीय उदाहरणमपि तादृशं खलु तदेव भूधातोः प्रयोगः एतादृशम् अस्ति मेधसाम् इति लिखितमस्ति कर्मपदं साक्षात् दृश्यते यद्यपि भूधातुः इति अकर्मकः अस्ति सकर्मकप्रयोगः भवति कथम् अनुप्रयोगः अस्ति चेत् तर्हि एतावत्पर्यन्तम् अनुप्रयोगः किम् इति न आगतं खलु तर्हि इदानीम् आगमिष्यति तर्हि अश्लेष महोदय अग्रे अनुप्रयोगो नाम चरे वदति अनु अव्यवहिततया प्रयोगः अनुप्रयोगः इति उच्यते अग्रे अग्रे करोतु समापयतु आचार्य तन्नाम आं प्रयोगोत्तरम् अव्यवहिततया मध्ये व्यवधानम् अकृत्वा एव क्रूभुवस्तयः प्रयोक्तव्याः इति खलु तस्य तात्पर्यम् आचार्य तत्र शिष्य एतत् प्रश्नं पृच्छति तन्नाम आं प्रयोगोत्तरम् अव्यवहिततया क्रूभुवस्तयः प्रयोक्तव्यः इति खलु तस्य तात्पर्यम् आचरदति आम् तं पातयां प्रथममासपपात पश्चात् प्रभ्रंशयां यो नहुषं चकारः इत्यादयः अनुप्रयोगरहिताः केचन कविप्रयोगाः प्राप्यन्ते तथापि तेषां प्रामादिकत्वमेव मन्यन्ते वैयाकरणाः महाकविप्रयोगात् साधुता उच्यते तत्र तर्हि शिष्य पृच्छति अनुप्रयोगः इति किं तर्हि आचार्य वदति अनु अव्यवहिततया प्रयोगः इति अस्ति अनुप्रयोगः तर्हि तन्नाम आं प्रयोगोत्तरं नाम यदि आं यदि स्थापयामः अन्ते यथा निच् यथा वयं चर्चितवन्तः निच्चै अव्यवहिततया मध्ये व्यवधानम् अकृत्वा एव क्रु भू अस्ति अस्ति तयः प्रयोक्तव्यः इति खलु तस्य तात्पर्यम्। आं तत्र यदि क्रु भू अस्तातु अस्ति चेत् तत्र आं स्थापयित्वा प्रयोगः अस्ति इति अस्ति अनुप्रयोगः। तर्हि आचार्यः वदति आं तथा अस्ति, तर्हि तत् तस्य सम्बन्धे सः उदाहरणं दत्तवान्, तं पातायां प्रथममास पपात पश्चात् अथवा परभ्रंशयां यो नहुषं चकारः इति कविना प्रयोगः क्रियते तत्र। तर्हि एतेषां अहं वदामि तत्र प्रथमोदाहरणे किम् अस्ति, पातयां मास इति पदं भवति खलु, परन्तु रघुवंशः इति पुस्तकमस्ति यत् कालिदासेन लिखितम्। इदानीं कालिदासः किं कृतवान् तत्र, प्रथम इति पदं सः जोडितवान्, पातयाम् एवं मास मध्ये प्रथम इति जोडितवान् तत्र। पातयां मास इति साक्षात् साधुवाक्यं, साधुपदं तत्, परन्तु प्रथम इति जोडितं मध्ये, सः पातयां प्रथममास, सः पातयां मासप्रथम इति साधु इति आसीत्, परन्तु तथा न लिखितमस्ति, मध्ये प्रथम इति लिखितमस्ति इति कृत्वा पातयां प्रथममास इति प्रयोगः पाणिनिव्याकरणे अथवा व्याकरणैः न स्वीकुर्वन्ति। ते न वदन्ति कालिदासः मूर्खः अस्ति इति कृत्वा, ते वदन्ति कालिदासः बहु किमपि सम्यक् लिखितमस्ति कालिदासेन, परन्तु अत्र यत् लिखितमस्ति तत् संयुक्तं नास्ति, तत् कविप्रयोगः एव अस्ति, व्याकरणप्रयोगे तत् सम्यक् नास्ति, प्रामादिकत्वमेव इति वदन्ति। तत्र प्रथम इति पदं मध्ये न आवश्यकं तस्य इति अत्र वदति। खलु इदानीं पश्यन्ति अग्रे चेत् तदेव वदति, केचन कविप्रयोगः प्राप्यन्ते तादृशं, तथापि तेषां प्रामादिकत्वम् एव मन्यन्ते वैयाकरणाः। महाकविप्रयोगात् साधुता उच्यते तत्र, महाकविकवयः सन्ति, बहु किमपि सत्यमेव लिखितमस्ति, परन्तु बहु सत्यमासीत् कुत्रापि एकम् अथवा द्वे त्रुटिः अस्ति एतादृशं, तत्तु वयं स्वीकुर्मः एव, तत्र कोऽपि तत्र त्रुटिः अस्ति इत्युक्ते सर्वत्र त्रुटिः इति न वदामः, अत्र कुत्र कुत्र एकं वा अत्र एतादृशं त्रुटिः दृश्यते, व्याकरणैः वदति कीदृशं भवति भविष्यति एतत् इति अस्ति। एतत् इत्युक्ते पाठः केवलं धातुः क्रु भू अस् धातोः लिट्लकारप्रयोगः, अनुप्रयोगः इत्युक्ते किं तत् वदति अत्र आचार्यः। अस्तु, समयः जायते अत्र, तर्हि समापयामः, आगामिसप्ताहे मिलामः तर्हि। अस्तु, धन्यवादः, धन्यवादः, धन्यवादः, नमस्कारः।